गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् हेत्वावस्यस्य पुनर्चिन्तनं जायमानमस्ति तत्र हृदः वन्यवान् धूमात् यथा महानसं हृदः वन्य अभाववान् जलात् यथा तडागः अथवा समुद्रः इति उदाहरणम् अस्माभिः दृष्टम् तत्र पूरितं वा न महोदय तत्र केवलं पञ्चप्रश्नान् पर्यन्तं वयं कृतवन्तः इति अहं मन्ये पञ्चप्रश्नं यावत् प्राप्तं खलु आम् इति हा इति मन्ये अस्तु तर्हि अत्र पक्षः एकः एव हृदः इति साध्यं तु भावाभावसाध्यमस्ति वह्निमान् इति एकं साध्यं वह्नि अभाववान् हृदः इत्युक्ते वह्निः इति साध्यं वह्नि अभावः इति अन्यत् साध्यं तदनन्तरं हेतुः अपि भिद्यते धूमात् इति एकः हेतुः जलात् इति अन्यः हेतुः उदाहरणमपि भिद्यते महारसं तडागः समुद्रः इति तर्हि वर्मानस्य उदाहरणम् उक्तं किम् आम् उक्तं पक्षः साध्यं हेतुः कः इति वक्तव्यं तदपि उक्तं पक्षः प्रसिद्धः किं सत्यं हृदः प्रसिद्धः प्रत्यक्षप्रमाणेन साध्यं प्रसिद्धं किम् आं वह्निः अपि च वह्नि अभावः उभयमपि प्रसिद्धं पक्षे साध्याभावः सर्वदा भवति इति ज्ञानमस्ति वा इति प्रश्नः इत्युक्ते पक्षे हृदे वह्निः इति साध्यं खलु तदेव साधयितुम् इच्छति तर्हि वह्नि अभावः सर्वदा भवति किम् इति ज्ञानमस्ति वा सर्वदा न भवति इति ज्ञानमस्ति चेत् इदानीं किं भवति तत्र कीदृशहेत्वाभासवैविध्यं बाधः भवति बाधः साध्याभावः पक्षे केनापि प्रमाणेन सर्वदा भवति इति ज्ञायते चेत् तत्र बाधा भवति किन्तु यः अनुमानं कर्तुम् इच्छति तस्मिन् इदानीं तादृशज्ञानं नास्ति इति चिन्तनीयं सन्देहः अस्ति तत्र वस्तुतः धूमः नास्ति मिस्ट् अस्ति तथापि सः धूम इति चिन्तयति नो चेत् वनात् धूमः इदानीं हृदस्य उपरि गच्छन् अस्ति तर्हि तत्र धूमः अस्ति इति चिन्तयति तर्हि वह्निः भवितुमर्हति यथा महानसं मया दृष्टं तथा भवितुमर्हति इति चिन्तयति अतः पक्षे साध्याभावः सर्वदी भवति वा इति ज्ञानं भवति इति ज्ञानमस्ति वा इति चेत् न इति स्थितिः इदानीम् अस्तु तदनन्तरम् अग्रे गन्तव्यमस्ति मेहुल् महोदय भवानेव करोति वा आम् महोदय तर्हि हा षष्ठप्रश्नः अस्ति हेतुः सिद्धः किम् अस्तु अधुना हेतुः अस्ति वह्निः एव तत्तु सिद्धं क्षम्यतां धूमः इति हेतुः केन प्रमाणेन अत्र के म इति अस्ति के न इति भवेत् खलु षष्ठं हा तर्हि प्रत्यक्षप्रमाणेन एव ज्ञायते अपि च जलात् इति अपि हेतुः अस्ति हा जलात् इति अपि अस्ति तदपि प्रसिद्धः एव अस्तु तर्हि पञ्चमप्रश्ने अत्र साध्यद्वयमस्ति खलु तर्हि पक्षे साध्याभावः यदि साध्यं वह्निः इति तर्हि साध्याभावः वह्न्यभावः सर्वदा भवति वा इति ज्ञानमस्ति वा इति चेत् यस्मिन् मनसि तादृशज्ञानं नास्ति तेन ततः वह्निमान् इति अनुमानं कर्तुं शक्यते इति कृत्वा तादृशं ज्ञानं नास्ति इति वक्तव्यम् एवं हृदे वह्नि अभावाभावः साध्याभावः इदानीं वह्नि अभावः इति साध्यम् इति स्वीकुर्मश्चेत् वह्नि अभावाभावः इत्युक्ते पक्षे वह्निः सर्वदा भवति यथा वह्नौ औष्ण्यं सर्वदा भवति तदा तादृशज्ञानमस्ति चेदपि अनुमितिः न भवति खलु सत्यम् तर्हि तदपि अस्माभिः चिन्तितं तर्हि उभयत्र तादृशं ज्ञानं नास्ति इत्यतः अग्रे गन्तव्यमस्ति तत्र हेतुः हेतुद्वयमपि सिद्धमस्ति अस्तु अग्रे हा पक्षधर्मता हेतौ सप्तमप्रश्नः अत्र धूमः धूमः हृदे अस्ति वा इति तर्हि अस्ति अस्ति एव अतः एव तद् हेतुमत्वं पक्षे अस्ति इति आगच्छति तर्हि पक्षधर्मता विसिद्धा भवति इति सः चिन्तयति वस्तुतः धूमः प्रायः तत्र नास्ति सत्यं किन्तु हृदे ध्रूमः अस्ति इति प्रत्यक्षेण यद्यपि भ्रमज्ञानं तथापि तेन भ्रमज्ञानेन अनुमानं भवितुमर्हति खलु हृदः वर्णिमान् इति सत्यम् इति कृत्वा पक्षधर्मता अस्ति धूमे पक्षधर्मता अस्ति इति स्वीकर्तव्यम् एवं एवम् अत्र जले पक्षधर्मता अस्ति वा इति अपि चिन्तनीयम् अत्र जलम् इति हेतुः अस्ति तर्हि हृदे जलं तु अस्ति एव अतः जले पक्षधर्मता अस्ति सत्यम् अस्तु अतः अग्रे गन्तव्यमस्ति परामर्शः भवितुमर्हति अग्रे अग्रे व्याप्तिपरिशीलनम् इति अस्ति हेतुः कीदृशः अत्र अन्वयम् चिन्तयेम अत्र 8.1 इत्यत्र गच्छति अस्तु अन्वयसहचारः यत्र हेतुः तत्र साध्यं कुत्रचित् भवति किम् अस्तु अत्र यत्र धूमः तत्र वह्निः इति कुत्रचित् भवति किम् आम् अत्र महानसे तादृशं भवति तर्हि अन्वयसहचारः प्राप्तः अग्रे व्यतिरेकसहचारः इत्युक्ते यत्र साध्याभावः तत्र हेत्वभावः तर्हि अत्र वह्न्याभावः तत्र धूमाभावः यथा अत्र अप्तप्त वन्य अभावः तत्र धूमाभावः यथा घटः इति तत्र भवति एव अत्र वह्निः अभावः अस्ति तत्र धूमाभावः अपि अस्ति अतः कस्मिंश्चित् घटे वह्निः नास्ति धूमः अपि नास्ति अतः व्यतिरिक्त समुद्रः इति अपि वक्तुं शक्यते समुद्रः किन्तु घटः अपि समीचीन उदाहरणमेव अस्तु तर्हि व्यतिरेकसहचारः अपि प्राप्तः अधुना इदानीं व्यतिरेकव्यभिचारः भवति वा यदा तद् न भवेत् अस्तु तर्हि व्यतिरेकव्यभिचारः इत्युक्ते यत्र साध्याभावः तत्र हेतुः यत्र अत्र वन्यभावः तत्र यत्र वन्यभावः तत्र धूमाभावः इति कुत्रचित् भवति वा इति प्रश्नः यत्र साध्याभावः तत्र हेतुः क्षम्यताम् 8.3 यत्र वन्यभावः तत्र धूमः इति कुत्रचित् भवति वा न भवति इति यत्र कुत्रापि वह्निः नास्ति तत्र धूमः अपि नास्ति अतः व्यतिरेकव्यभिचारः न जातः अस्तु यत्र वन्यभावः तत्र धूमः इति कुत्रचित् दृष्टं वा इति चेत् न दृष्टं सत्यम् अतः व्यतिरेकव्यभिचारः अपि न जातः इति कृत्वा व्याप्तिसिद्धा सिद्धा सत्यं खलु आम् अनुमितिः अपि सिद्धा व्याप्तिः अपि सिद्धा पक्षधर्मता अपि सिद्धा इति कृत्वा ह्रदः वन्यमान् धूमात् अनुमानः अनुमितिः जायते इति अनुमानं भवितुमर्हति सत्यं भवितुमर्हति अत्र वस्तुतः क्लेशः कः इति चेत् वह्नि अभाववती ह्रदे सः धूमं पश्यति वस्तुतः तद् भ्रमात्मकज्ञानमस्ति ह्रदे धूमः यदा कदापि न भवति किन्तु भवति इति तस्मिन् प्रत्यक्षज्ञानं तत्र पक्षधर्मता अस्ति खलु वस्तुतः तत्र पक्षधर्मतायामेव क्लेशः अस्ति वस्तुतः किन्तु यदि सः वदति अहं पश्यामि तत्र धूमः अस्ति निश्चयेन इति वदति चेत् तेन अनुमानं कर्तुं शक्यते खलु आम् कर्तुं शक्यते तत्र कोऽपि अनुमानस्य कृते तस्य निराकरणं करणीयं यद् भवता दृष्टं धूमः ह्रदे तद् भ्रमात्मकमस्ति इति वक्तव्यं सत्यं किन्तु तादृशम् अनुक्त्वा इत्युक्ते प्रत्यक्षज्ञानस्य बाधा वस्तुतः करणीया अस्ति खलु. आम् आम्. किन्तु इदानीम् अनुमानस्तरे अस्ति इति कृत्वा अत्र भवतः प्रत्यक्षज्ञानं पक्षधर्मताज्ञानं वस्तुतः भ्रमात्मकमस्ति इति यदि अहं वदामि सः न विश्वसिति. किमर्थम् इत्युक्ते तस्य प्रत्यक्षं प्रबलमस्ति, शब्दात् प्रबलमस्ति. अहं वदामि भोः भवान् तत्र धूमः यद् धूमं पश्यति तद् धूमः नास्ति, वस्तुतः अन्यत् किमपि अस्ति इति यद्यपि अहं वदामि शाब्दबोधेन शब्दप्रमाणेन, किन्तु तस्य प्रत्यक्षप्रमाणं प्रबलमस्ति. सत्यम्. अपि च मयि तस्य विश्वासः नास्ति. यथा गुरुः वदति अद्वैतमध्ये सर्वं खलु इदं ब्रह्म इति वदति, एकः एव जीवः, एकः एव आत्मा, सर्वेषु जीवेषु वर्तते. मम अनुभवः तादृशं नास्ति. मम अनुभवः, अहं तु भिन्नः, अहं तु शिष्यः अस्ति, भवान् तु गुरुः अस्ति अस्ति. सत्यं सत्यम् इति कृत्वा कथं वा वदति एकः एव. यदि मया इदानीं संसारः अनुभूयते, भवता भवान् तु मुक्तः अस्ति, यदि आवयोः आत्मा एकः एव तर्हि अहमपि मुक्तः भवेत्, नो चेत् भवान् संसारी भवेत्. सत्यम्. तादृशं नास्ति इति कृत्वा तत्र इतोपि प्रश्नः क्रियते सः खलु, तेन प्रश्नः क्रियते माम् अवबोधयतु इति. एवम् अत्रापि वस्तुतः यद्यपि अत्र पक्षधर्मता नास्ति, किन्तु सः चिन्तयति धूमः ह्रदे अस्ति इति सः चिन्तयति, अपि च तत् प्रबलमस्ति इति कृत्वा अत्र सप्रतिपक्षः वक्तव्यः अस्ति. इत्युक्ते यद् अस्माभिः कृतं एतावत्पर्यन्तं तत्र वस्तुतः क्लेशः एव नास्ति, ह्रदः वन्यमान् धूमात् इति अनुमितिः सिद्ध्यत्येव. सत्यम्. धूमव्याप्य वन्यमान् अयं ह्रदः इति परामर्शः जायते जायति एव, अपि च ह्रदः वन्यमान् इति अनुमितिः जायत्येव. किन्तु अत्र वस्तुतः कः कुत्र क्लेशः अस्ति चेत् पक्षधर्मता न सिद्धा इति कृत्वा इदानीम् अत्र अन्यद्वाक्यं वदति, ह्रदः वन्य अभाववान् जलात् यथा तडागः. सत्यम् इति सत् प्रतिपक्षः. प्रतिपक्षः इत्युक्ते आपोसिट् व्यू. आम् आम्. प्रतिपक्ष सति. सति इति वक्तव्यं वा? तत्र सतिसप्तमी नास्ति, यकारः न दृश्यते. प्रतिपक्षः अस्ति इति सत् प्रतिपक्षः, सच्च प्रतिपक्षश्च इति. प्रतिपक्षः अस्ति, सत्प्रतिपक्षः इत्युक्ते प्रतिपक्षः अस्ति. प्रतिपक्षः कः इति चेत् ह्रदः वन्य अभाववान् जलात् इति. तर्हि इदानीं सः किं करोति, ह्रदः वन्य अभाववान् जलात् इति श्रुत्वा आरम्भतः सः चिन्तयति, इत्युक्ते पक्षः साध्यं हेतुः कः इति उक्त्वा, पक्षः सिद्धः किम्, आं ह्रदः सिद्धः, साध्यं भवति प्रसिद्धं किं, वन्य अभावः तु भवत्येव, पक्षे साध्य अभावः केनापि सर्वदा भवति इति ज्ञानमस्ति वा? पक्षे साध्याभावः, पक्षे ह्रदे वन्यभावाभावः, ह्रदे वह्निः भवत्येव इति ज्ञानं सर्वदा नास्ति खलु, इति सर्वदा भवति इति ज्ञानं नास्ति खलु, नास्ति इति कृत्वा पञ्चमसोपानमपि जातं. तदनन्तरं हेतुः सिद्धः किं, वन्यभावः सिद्धस्तु, तदनन्तरं पक्षधर्मता, तत् चिन्तयतु महोदय. इदानीं पक्षधर्मता आरभ्य, हा पक्षधर्मता हेतौ, तर्हि अत्र हेतु अस्ति जलम्. जले अत्र अत्र हृदे जलः जलम् अस्ति, अतः पक्षधर्मता हेतौ अस्ति इति सः अङ्गीकरोति खलु, इति सः अङ्गीकरोति. सः एव वदति आम् पक्षधर्मता जले अस्ति जले ह्रदः ह्रदे जले एव जलमेव अस्ति इति कृत्वा अस्तु पक्षधर्मता अस्ति हा इदानीम् अग्रे व्याप्तिचिन्तनं अन्वयस्थाचारः यत्र हेतुः तत्र साध्यं यत्र जलं तत्र वन्यभावः इति तु सत्यम् अतः कुत्रचित् भवति किम् इति तर्हि यत्र जलमस्ति तत्र अत्र ह्रदः इति पक्षः परन्तु तत् न स्वीकृत्य अत्र तडागः यत्र हेतुः तत्र साध्यं हा यत्र यत्र जलं तत्र वन्यभावः इति भवेत् यथा यथा समुद्रः तर्हि समुद्रे समीचीनं यथा समुद्रः जलमस्ति तर्हि अन्वयसहचारः सिद्धः हा व्यतिरेकसहचारः यत्र साध्याभावः इत्युक्ते यत्र वन्यभावाभावः तत्र हेत्वाभावः इत्युक्ते जलाभावः तर्हि यत्र वह्निः तत्र जलाभावः इति भवति कुत्रचित् भवति किं यथा महानसं तत्र महानसे वह्निः अस्ति जल अत्र जलाभावः तप्तायपिण्डः अस्तु यथा तप्तायपिण्डः तदपि भवति महानसम् इति वदामश्चेत् एकस्मिन् कोणे वह्निः भवितुमर्हति अन्यस्मिन् कोणे जलं भवितुमर्हति खलु आं सत्यं सत्यम् किन्तु यस्मिन् कोणे वह्निः अस्ति तत्र जलं तु न भवति ततः महानसम् इति वक्तुं शक्यते किन्तु तप्त अयपिण्डः इति इतोपि समीचीनम् उदाहरणं समीचीनं तथा व्यतिरेकसहचारः जातः अग्रे व्यतिरेकव्यभिचारः यत्र साध्याभावः इत्युक्ते यत्र वन्याभावाभावः तत्र हेतुः इत्युक्ते तत्र जलम् इत्युक्ते यत्र वह्निः तत्र जलम् इति कुत्रचित् न भवति खलु यत्र यत्र वह्निः तत्र जलं तत्र जलम् इति न भवति कुत्र कुत्रापि न भवति न भवति अतः एव किञ्चित् स्थलं न प्रदर्शयितुं शक्यते अत्र हा उदाहरणरूपेण उदाहरणरूपेण न प्रदर्शयितुं शक्यते अस्तु तर्हि व्यतिरिक्तव्यभिचारः न सिद्धः न सिद्धः न भवति तर्हि व्याप्तिः सिद्धा खलु सत्यम् अस्तु अस्तु समीचीनं व्याप्तिः सिद्धा पक्षधर्मता अपि सिद्धा हा अतः परामर्शः अपि सिद्धः अतः अनुमानमपि सिद्धं अनुमितिः अपि जायते भवान् इति तर्हि इदानीं सः चिन्तयति वन्नि ह्रदः वन्यमान् धूमात् इति अपि सिद्धमस्ति ह्रदः वन्य अभाववान् जलात् इति अपि सिद्धमस्ति किन्तु एकस्मिन् ह्रदे वह्निः अपि च वन्य अभावः उभयमपि कथं वा स्यात् तर्हि तेषु तयोः मध्ये एकः दोषाय इति भवति खलु सत्यं तदा सः किं करोति ओ यद् मया उक्तम् इदानीं प्रत्यक्षज्ञानं ह्रदे धूमः अस्ति तद्भ्रमात्मकम् इति यद् मया उक्तं तत्र दोषः अस्ति इति सः चिन्तयति अवगच्छति अपि परन्तु तादृशं कथं भवति ह्रदः वन्यभाववान् इत्यत्रापि दोषः अस्ति इति अपि चिन्तयितुं शक्नोति खलु सः न अत्र पश्यतु भवितुम् अर्हति किन्तु ह्रदे जलमस्ति इति निश्चयात्मकज्ञानमस्ति परन्तु सः धूमः अपि तत्र एव पश्यति किन्तु तस्मादुपरि मया उक्तं भोः तद्भ्रमात्मकम् अस्ति इति मया उक्तं सः न विश्वसिति अस्तु सः न विश्वसिति समीचीनं तर्हि इदानीं किं क्रिय किं किं किं भवति ह्रदे जलमस्ति इति अहं वदामि सः अपि वदति किन्तु ह्रदे धूमः अस्ति इति सः एव वदति अहं तस्य निष्कासनं करोमि अस्तु इति कृत्वा एकस्मिन् पक्षधर्मता एकस्यां पक्षधर्मतायाम् अत्र चर्चा अस्ति अन्यस्य अहं तत्र चर्चा नास्ति अस्तु इति कृत्वा नो चेत् इदानीं तेन किं कर्तव्यम् अत्र इतोपि समीपं गत्वा तत्र धूमः अस्ति वा न वा इति निश्चेतव्यं यदि इतोपि तस्मिन् संशयः अस्ति चेत् सत्यं संशयः अस्ति इत्युक्ते विश्वासः न जायते चेत् किन्तु अस्तु तर्हि सप्रतिपक्षः इति किमर्थम् अत्र उक्तम् इति चेत् ह्रदः वन्यमान् धूमात् इति अनुमितिः भवितुम् अर्हति यस्मिन् पक्षधर्मताज्ञानं भ्रमात्मकम् अस्ति अत्र वस्तुतः पक्षधर्मताज्ञानं भ्रमात्मकं प्रायः तदेव सत्प्रतिपक्षः इति प्रायः न अस्मिन् उदाहरणे तादृशमस्ति किन्तु यदि व्याप्तिज्ञानं भ्रमात्मकमस्ति तदापि भवति खलु अनुमानम् सत्यं केवलं चिन्तनार्थम् अहं वदामि पक्षधर्मता अथवा व्याप्तिज्ञानं यत्किमपि पक्षधर्मताज्ञानं भ्रमात्मकम् अस्ति चेत् तत्र अनुमितिः भवति व्याप्तिः भ्रमात्मकमस्ति चेदपि अनुमितिः भवति वस्तुतः अत्र पक्षः प्रसिद्धः किं महोदय पक्षधर्मदा भ्रमात्मकम् अस्ति चेत् अनुमितिः अपि भ्रमात्मकं भवति खलु हा सत्यं पक्षधर्मदा भ्रमात्मकं व्याप्तिज्ञानं भ्रमात्मकमस्ति चेत् परामर्शः भ्रमात्मकं भवति तेन अनुमितिः अपि भ्रमात्मकं भवति इति तु वास्तविकं किन्तु यस्मिन् एतद् ज्ञानं पक्षधर्मताज्ञानं भ्रमात्मकं नास्ति प्रमात्मकम् एव इति बुद्धिः अस्ति तस्मिन् अनुमानं जायते खलु हा तदेव चिन्तनम् इत्युक्ते अस्मिन् उदाहरणे ह्रदः वन्यमान् धूमात् ह्रदः वन्यभाववान् जलात् इत्यत्र पक्षधर्मताज्ञाने भ्रमः अस्ति ज्ञानं भ्रमात्मकमस्ति किन्तु अत्र इतोपि अहं वदामि व्याप्तिज्ञानमपि भवितुमर्हति अत्र भ्रमात्मकं भवितुमर्हति यदि अन्वयसहचारः यत्र हेतुः तत्र साध्यम् इत्यत्र भ्रमात्मकं भवितुमर्हति यत्र व्यतिरेकसहचारः यत्र साध्याभावः तत्र हेत्वाभावः इत्यत्रापि भ्रमात्मकं भवितुमर्हति व्यतिरेकविविचारः नास्ति इत्यत्रापि भ्रमात्मकं भवितुमर्हति अस्तु तर्हि इदानीम् अत्र प्रतिबन्धकज्ञानं अस्तु अत्र ह्रदः वन्यभावान् जलात् इति परिशील्य यः अनुमानं कुर्वन्नस्ति तस्मिन् आम् अत्र ह्रदः वन्यमान् धूमात् इति ज्ञानं न जायेत तर्हि अत्र प्रतिबन्धकज्ञानं कीदृशम् उक्तम् इति चिन्तनीयं तदर्थम् अत्र स्प्रेड्शीट् मध्ये गच्छेत् जलवत् ह्रदः इति 15J इति फिफ्टीन् अस्तु ह्रदः वन्यभावान् हा अस्तु जलवत् ह्रदः इति प्रतिबन्धकप्रमात्मकनिश्चयात्मकज्ञानम् अस्ति जलवद्ह्रदः इति ज्ञानं यस्मिन् अस्ति तत्र अस्तु अग्रे भवान् एव वदतु महोदय अत्र मया न पूरितं पुस्तके तादृशमेव दत्तं वा न स्मरामि महोदय पुस्तके तादृशमस्ति वा इत्युक्ते एतद् उदाहरणं पुस्तकेन दत्तं प्रायः अत्र करपत्रात् मया स्वीकृतमस्ति एतत् उदाहरणं पुस्तके नास्ति महोदय करपत्रात् स्वीकृतमस्ति एतत् विरुद्धस्य उदाहरणम् अस्ति पुस्तके नो सत्प्रतिपक्षस्य एव करपत्रे सत्प्रतिपक्षे दत्तम् अस्तु किं कुर्मः अत्र अस्य चिन्तनस्य स्थगनम् अत्र कुर्मः इदानीम् अग्रिम उदाहरणमस्ति खलु शब्दः नित्यः श्रवणात् श्रावणत्वात् शब्दः अनित्यः कार्यत्वात् इति तद् चिन्तयित्वा पुनः अत्र आगत्य अस्य पूरणं कुर्मः अस्तु तर्हि तत्र सत्यभामा भगिनी चिन्तयति वा प्रथमं तत्र शब्दः नित्यः श्रावणत्वात् इति स्वीकरोतु तत्र स्थापितमस्ति यथा इति प्रथमं वक्तव्यम् किं शब्दः नित्यः श्रावणत्वात् यथा नित्यः श्रावणत्वात् नित्यत्वं गगने अस्ति किन्तु अत्र श्रावणत्वं नास्ति खलु सत्यं यथा इति पक्षभिन्नस्थलं नास्ति केषु नित्यत्वमस्ति नवद्रव्येषु नित्यत्वमस्ति खलु परमाणवः नित्याः तदनन्तरम् आकाशकालः येषु नित्यवस्तुषु श्रावणत्वम् इति नास्ति नास्ति अतः उदाहरणं न वक्तुं शक्यते किम् उदाहरणं नास्ति पक्षभिन्नस्थलम् उदाहरणं न स्वीकर्तुं न शक्यते अतः अत्र क्लेशः अस्ति अस्तु उदाहरणं न उक्तं किन्तु तत्र पुस्तके दत्तमस्ति इतोपि किञ्चित् स्पष्टता मयि अपि आवश्यकमस्ति किम् इति वदामि अत्र परार्थ अनुमाने पञ्चसोपानानि उक्तानि सन्ति खलु प्रतिज्ञा तदनन्तरं हेतुः उदाहरणम् इति उपनयं निगमनम् इति तत्र केचन नैयायिकाः वदन्ति वस्तुतः तत्र पञ्च अवयवाः न आवश्यकाः केवलं त्रीणि न्यूनातिन्यूनं त्रयः भवेत् भवति चेत् अनुमानं जायते तत्र इदानीम् उदाहरणं तैः स्वीकृतं वा न वा इति द्रष्टव्यम् अत्र किञ्चित् इतोपि मया चिन्तनीयमस्ति द्रष्टव्यमपि भवतु इदानीम् अग्रे गच्छेम द्वितीयवाक्यं द्वितीयवाक्यमपि वक्तव्यं वा इदानीं शब्दः अनित्यः कार्यत्वे इदानीं द्वितीयवाक्यस्य विषये मा चिन्तयतु शब्दः नित्यः श्रावणत्वात् पक्षः शब्दः नित्यत्वं साध्यं श्रावणत्वं हेतुः अस्तु अग्रे पक्षः प्रसिद्धः किं शब्दः प्रसिद्धः एव प्रत्यक्षेण ज्ञातुं शक्यते अस्तु अग्रे साध्यं सिद्धं किं साध्यं प्रसिद्धं किं केन प्रमाणेन साध्यं नित्यत्वं प्रसिद्धम् अनुमानेन एव ज्ञातुं शक्यते अस्तु अग्रे पक्षे साध्याभावः सर्वदा भवति इति ज्ञानमस्ति वा पक्षे साध्याभावः शब्दे नित्यत्वाभावः अनित्यत्वम् अस्ति न अनित्यत्वम् अस्ति इति ज्ञानमस्ति चेत् अग्रे अनुमानमेव न जायते ओके तदेव कृत्वा इति कृत्वा अत्र किं वक्तव्यं यः अनुमानं कर्तुम् इच्छति तस्मिन् शब्दे नित्यत्वाभावः अनित्यत्वं सर्वदा भवति वा शब्दः अनित्यः इति ज्ञानमस्ति चेत् शब्दः नित्यः इति सः यदा कदापि अनुमानं न कर्तुं प्रयतते खलु न प्रयतते इदानीं सन्देहः एव तस्मिन् ज्ञानं नास्ति इति वक्तव्यम् अस्तु तर्हि अग्रे गच्छतु हेतुः सिद्ध किं हेतुः श्रावणत्वं श्रावणत्वं शब्दे अस्ति सत्यं हेतुः अत्र शब्दे इति मा चिन्तयतु केवलं श्रावणत्वं इति धर्मः इति हेतुः सिद्धः किम् इति आम् अक्षे अग्रे पक्षधर्मदा हेतौ श्रावणत्वं हेतौ शब्दे वदतु एकः प्रश्नः अस्ति अत्र यदि हेतुः सिद्धः किं तस्य उत्तरं न इत्युक्ते तत् परामर्शः एव न जायते वा अनुमितिः न जायते वा इति परामर्शः न जायते किमर्थमित्युक्ते अनुमितिचिन्तने अनुमितिज्ञानस्य आकारः कः इति वदतु रमेश महोदय पर्वतः वह्निमान् तावदेव खलु पर्वतः तस्मिन् हेतु नास्ति वा हा पर्वतः वह्निमान् इति एव अनुमितिज्ञा हा तर्हि यत्र हेतु अस्ति तत् परामर्शः एव भवति वा हा ओके पर्वतः वह्निमान् इति एव अनुमितिज्ञां यस्मिन् के विषयाः सन्ति इति चेत् पर्वतः इति पक्षः अस्ति, साध्यमस्ति, तयोः मध्ये सम्बन्धः अस्ति, तावदेव. अपि च पक्षे पक्षत्वम् अस्ति, हेतौ साध्ये साध्यत्वम् इत्युक्ते अवच्छेदकाः अपि सन्ति, तयोः मध्ये सम्बन्धः अपि अस्ति, तावदेव इति कृत्वा अत्र हेतुः, हेतुः इत्युक्ते पञ्चमप्रश्नं यावत् तत्र किमपि तत्र नो इति उत्तरं लभ्यते चेत् अग्रे हेतुः कः इति न चिन्तनीयमेव. केवलं समूहालम्बनज्ञाने अत्र योजयित्वा वक्तव्यं, तावदेव. अस्तु, अग्रे चिन्तयतु भगिनि. इदानीं पक्षधर्मदा हेतौ, हेतुमत्वं पक्षे, श्रावणत्वं शब्दे अस्ति, पक्षधर्मदा व्याप्तिपरिशीलनं कीदृश अन्वयसहचारः, यत्र हेतुः तत्र साध्यं, यत्र श्रावणत्वं तत्र नित्यत्वम् इति यत्र श्रावणत्वं तत्र नित्यत्वं यदा इति न वक्तुं शक्यते, अतः अन्यसहचारः न सिद्धः. वस्तुतः अत्र सिद्धः इति वक्तव्यं, यथा इति स्थलं किमपि नास्ति, किन्तु शब्दः नित्यः श्रावणत्वात् अत्र वेदः इति वदेम, केवलं चिन्तनार्थं. यथा वेदः, वेदः तेन ज्ञातम् इति चिन्तयतु. यथा वेदाः इत्युक्ते वेदाः नित्याः इति पूर्वमीमांसिकानां पूर्वमीमांसकानां मतमस्ति. शब्दः अपि च शब्दात्मकमस्ति वेदाः, श्रुतिप्रमाणमस्ति. हा, श्रुतिप्रमाणं. तर्हि तर्हि अत्र वदति अन्वयसाचारः, यत्र हेतुः यत्र हेतुः नित्यत्वं यथा वेदाः, वेदाः ओके सिद्धः. यत्र साध्याभावः, यत्र नित्यत्व अभावः नित्यत्वं, तत्र श्रावणत्व अभावः. यदा खडः खडपटादि नित्यत्वमपि नास्ति, व्यतिरेकव्यभिचारः, यत्र साध्याभावः, साध्याभावः नित्यत्वाभावः, तत्र हेतुः तत्र श्रावणत्वं, साध्याभावः अनित्यत्वे श्रावणत्वम्. श्रावणत्वं केवलं शब्दे एव अस्ति, तत् अन्यत्र नास्ति, तत् न भवति चेत् व्याप्तिसिद्धः तद् नास्ति खलु. न अत्र चिन्तयतु भगिनि, यत्र साध्याभावः, साध्याभावः नित्यत्वाभावः, नित्यत्वाभावः अनित्यत्वम्, अनित्यत्वे श्रावणत्वम् इति यः अनुमानं करोति तस्मिन् मनसि किमपि भवति वा यथा इति वक्तुं शक्यते वा तेन? न वक्तुं शक्यते, न वक्तुं शक्यते. अतः व्यतिरेकव्यभिचारः न सिद्धः, न सिद्धः. सः चिन्तयति शब्दः नित्यः इति चिन्तयति इति कृत्वा व्यतिरेकव्यभिचारः तस्मिन् न उदेति. अस्तु, तर्हि इदानीं शब्दः नित्यः श्रावणत्वात् इति समीचीनम् इति सः चिन्तयति. तर्हि अत्र वस्तुतः क्लेशः कुत्र अस्ति? पक्षधर्मतायाम् अस्ति वा, यथा पूर्वम् अस्माभिः चिन्तितं, पक्षधर्मतायाम् अत्र क्लेशः अस्ति वा? भ्रमात्मकज्ञानं कुत्र अस्ति? शब्दः नित्यः श्रावणत्वात् इदानीं पक्षधर्मतायां नास्ति इदानीं तेन वक्तुं शक्यते खलु. अस्तु, तर्हि अत्र भ्रमः कुत्र अस्ति? इदानीं शब्दः नित्यः श्रावणत्वात् इति तेन निश्चितम्. एषु सोपानेषु अत्र भ्रमः कुत्र अस्ति? कस्मिन् सोपाने भ्रमः जातः? पक्षः प्रसिद्धः इत्यत्र भ्रमः नास्ति खलु? नास्ति. साध्यं प्रसिद्धम् इत्यत्रापि भ्रमः नास्ति खलु? एकनिमिषम्. क्षम्यताम्. हा वदतु भगिनी. सत्यभामा भगिनी म्यूट् मध्ये अस्ति. ओ ओके महोदय, इदानीं प्रथमसोपाने यदि वेदः नित्यः इति स्वीकुर्मः चेत् अत्र क्लेशः एव नास्ति खलु? अनुमानं पक्ष परामर्शः द्वयमपि अपि वक्तुं शक्यते. सत्यम् इति कृत्वा, किन्तु अत्र इदानीं यथा अस्माभिः चिन्तितम् अत्र शब्दः नित्यः श्रावणत्वात् इति अनुमानं जायत्येव. जायते. किन्तु एषु सोपानेषु एकत्र एकस्मिन् सोपाने भ्रमः अस्ति. तत् कुत्र इति वक्तव्यं. तदर्थं पक्षः प्रसिद्धः इत्यत्र भ्रमात्मकं नास्ति. शब्दः तु अस्ति एव, साध्यं तु अस्ति एव नित्यत्वं. पक्षे साध्याभावः सर्वदा भवति इति ज्ञानमस्ति वा इत्यत्रापि क्लेशः नास्ति. तदनन्तरं हेतुः सिद्धः किं? श्रावणत्वं सिद्धः एव. पक्षधर्मता श्रावणत्वं तु शब्दे अस्ति, इत्यत्र क्लेशः नास्ति. अन्वयसहचारः, यत्र हेतुः तत्र साध्यं, यत्र श्रावणत्वं तत्र नित्यत्वं, यथा वेदः. इत्यत्रापि भ्रमः नास्ति. यत्र साध्याभावः तत्र हेत्वाभावः, यत्र नित्यत्वाभावः यत्र अनित्यत्वं तत्र श्रावणत्वाभावः यथा घटः इत्यत्रापि भ्रमः नास्ति. व्यतिरेकव्यभिचारः, यत्र साध्याभावः तत्र हेतुः इत्युक्ते यत्र नित्यत्वाभावः यत्र अनित्यत्वं तत्र श्रावणत्वं यथा इदानीम् अकारः यदि अहम् अ इति उच्चारयामि, शब्दं मया कृतं खलु, शब्दः मया कृतः अ, किन्तु आ इति नित्यत्वेन तत्र अस्ति वा? नष्टः जातः खलु किञ्चित् कालः. तर्हि व्यतिरेकव्यभिचारः अत्र वक्तुं शक्यते. यत्र साध्याभावः तत्र हेतुः यथा अकारः इति प्रायः तेन वक्तव्यम् आसीत्. तत्र भ्रमः जातः. किम् बुद्धं व्यतिरेकव्यभिचारस्तरे क्लेशः भवति. हा इत्युक्ते पूर्वस्मिन् उदाहरणे रदः वन्यमान् धूमात् रदः वन्यभाववान् जलात् इत्यत्र पक्षधर्मतायाम् अत्र भ्रमः जातः, किन्तु सः न सः विश्वसिति मयि प्रमात्मकज्ञानमेव अस्ति इति. एवम् अत्र व्यतिरेकव्यभिचारः न जातः इत्यत्र भ्रमः अस्ति. तर्हि तद् निवारणार्थं सप्रतिपक्ष अन्यः वदति शब्दः अनित्यः कार्यत्वात् इति वदति. तर्हि प्रतिबन्धकज्ञानस्य आकारः कः इति चिन्तनात् पूर्वं भवती इदानीं तद् परिशीलयतु. शब्दः नित्यः कार्यत्वात् झटिति रमेश महोदय. अस्तु अस्तु, भवान् अन्म्यूट् मध्ये अस्ति. आटोमेटिक्लि अन्म्यूटिङ्ग् शब्दः अनित्यः कार्यत्वात् उदाहरणं यदा घटः उदाहरणं प्राप्तं. पक्षः शब्दः अनित्यत्वं साध्यं कार्यत्वं हेतुः पक्षः प्रसिद्धः किं केन प्रमाणेन शब्दः प्रसिद्धः प्रत्यक्षप्रमाणेन ज्ञातुं शक्यते साध्यं प्रसिद्धं किं साध्यम् अनित्यत्वं प्रसिद्धम् अनुमानेन ज्ञातुं शक्यते पक्षे साध्यभावः सर्वदा भवति इति तदेव तस्य निगमनम् अतः तदपि समीचीनमेव शब्दे पक्षे साध्याभावः इत्युक्ते इदानीं वदामि शब्दे अनित्यत्वाभावः सर्वे कार्यत्वादिभिहेतुः सो तदेव यस्य पुरुषस्य मनसि अस्ति तेन अनुमति भवितुम् अर्हति शब्दे अनित्यत्वम् न न भगिनि इदानीं पक्षे साध्य अभावः सर्वदा भवति इति ज्ञानमस्ति वा तावदेव अत्र कार्यत्वात् इति न वक्तव्यम् ओ ओके पक्षे शब्दे साध्य अभावः अनित्यत्व अभावः नित्यत्वं सर्वदा भवति इति ज्ञानमस्ति वा आम् अस्ति अस्ति चेत् अनुमति एव न सिद्धम् हा अस्ति इति न वक्तव्यं नो चेत् अनुमितिः सिद्धा खलु ओके सन्देहः अस्ति इति वक्तव्यं वा अत्र ओके पक्षे साध्याभावः नित्यत्वाभावः नित्यत्वं सर्वदा भवति इति ज्ञानमस्ति चेत् सः किं करोति अत्र चिन्तनमेव करोति यस्मिन् मनसि शब्दः नित्यः इति ज्ञानमस्ति तदेव प्रतिबन्धकं भवति शब्दः अनित्यः कार्यत्वात् इति अनुमानं प्रति खलु इति कृत्वा अत्र नास्ति इति वक्तव्यम् फिफ्त् स्टेप् इस् आल्वेस् लैक् यस् ओर् नो लैक् देट् ओन्लि सन्देहः तादृशं भवति इति नास्ति वह्निः अनुष्टत्ववान् द्रव्यत्वात् इति उदाहरणे अतः एव अत्र उदाहरणं मया स्थापितमस्ति वह्निः अनुष्टत्ववान् द्रव्यत्वात् इत्यत्र पक्षे साध्य अभावः वह्नौ अनुष्टत्व अभावः सर्वदा भवति इति ज्ञानमस्ति वा आम् अत्र तु ज्ञानमस्ति खलु अस्मिन् उदाहरणे वह्निः अनुष्टत्ववान् इत्यत्र वह्नौ उष्णत्वं सर्वदा भवति इति ज्ञानमस्ति इति कृत्वा तदेव ज्ञानं प्रतिबन्धकं भवति उष्णत्ववत्वह्निः इति एव ज्ञानं प्रतिबन्धकं भवति वह्निः अनुष्णत्ववान् द्रव्यत्वात् अत्र द्रव्यत्वात् इति हेतोः चिन्तनमेव न कृतं यत्किमपि चिन्तयितुं शक्यते घटात् पटात् जलात् आकाशात् यत्किमपि वक्तुं शक्यते आत्मनः इति यत्किमपि वक्तुं शक्यते अस्तु तर्हि हेतुः सिद्धः किं हेतुः कार्यत्वं कार्यत्वम् इति सिद्धः एव सत्यम् अग्रे पक्षधर्मता पक्षधर्मदा हेतौ पक्ष शब्दे कार्यत्वम् अस्ति चेत् पक्षधर्मदा सिद्धः इदानीं व्याप्तिपरिशीलनं वदतु पक्षद शब्दे कार्यत्वम् अस्ति महोदय पक्षधर्मदा अस्ति नित्यवस्तुषु कृतकत्वं नास्ति अनित्येषु कृतकत्वम् अस्ति खलु कार्यत्वादिति न इदानीं केवलं पक्षधर्मताविषये चिन्तनीयम् पक्षे कुत्र भवेत् हेतौ हा तर्हि इदानीं वदतु शब्दे कृतकत्वं कार्यत्वं कार्यत्वं शब्दे कार्यत्वम् अस्ति इति ज्ञानम् अस्ति वा अस्ति हा इति वक्तव्यं केन प्रमाणेन प्रत्यक्षेण ज्ञातुं शक्यते हा श्रोत्रेन्द्रियेण खलु श्रोत्रेन्द्रियेण शब्दे कार्यत्वम् अस्ति इति ज्ञायते इति वक्तव्यम्. वस्तुतः अत्र इतोपि चिन्तनीयं कार्यत्वं नित्यत्वम् इति एते धर्माः केन प्रमाणेन ज्ञायते इत्युक्ते अत्र शब्दः मया उत्पादितः इति सः अङ्गीकरोति खलु. इति यदि यदि अहं वदामि आ इति पूर्वं नास्ति इदानीं मया उत्पादितम् आ इति शब्दः इति कृत्वा शब्दः मया कृतः उच्चारितः अस्ति इति कृत्वा अत्र शब्दे कार्यत्वम् अस्ति पक्षधर्मता अस्ति इति यः शब्दः नित्यः श्रावणत्वात् यथा वेदाः इति अनुमानं कर्तुम् इच्छति तेन अङ्गीकर्तव्यमस्ति शब्दः कार्यत्वं शब्दे कार्यत्वम् अस्ति इति अङ्गीकर्तव्यमस्ति. भवतु इदानीं सः अङ्गीकरोति इति चिन्तयेन अग्रे इदानीं व्याप्तिपरिशीलनं करोतु. अन्वेषाचारः यत्र हेतुः यत्र कृतकत्वं तत्र साध्यं कार्यत्वं कार्यत्वं कार्यत्वं तत्र साध्यम् अनित्यत्वम् इति अनित्यत्वम् यत्र कृतकत्वं तत्र अनित्यत्वं यदा घटः तत् अग्रे यत्र साध्याभावः यत्र अनित्यत्व अभावः नित्यत्वं तत्र कृतकत्व अभावः कार्यत्वं कार्यत्वम् इति अस्ति वा कृतकत्वं समानमेव किन्तु अत्र कार्यत्वम् इति लिखितमस्ति कार्यत्व अभावः यत्र कृतकत्वं तत्र कार्य यत्र अनित्य नित्यत्वम् आम् गगन आकाशादौ नास्ति सत्यं देर्फोर् व्यतिरेकसहचारः अभि सिद्धः यत्र नित्यत्वं तत्र कार्यत्व अभावः यथा आकाशः व्यतिरेकसहचारः सिद्धः अस्तु व्यतिरेकव्यभिचारः यत्र साध्याभावः अनित्यत्व अभावः नित्यत्वं तत्र हेतुः तत्र कार्यत्वं नित्यवस्तुनि कार्यत्वं नास्ति खलु तत्र किमपि उदाहरणं वक्तव्यम् इति वा महोदय वदामश्चेत् किं भवति यदि एकम् उदाहरणं लभ्यते तर्हि किं भवति व्याप्ति अंशक्लेशः भवति तर्हि न भवेत् खलु न भवेत् व्यतिरेकव्यभिचारः यत्र साध्याभावः यत्र नित्यत्वम् अनित्यत्वाभावः यत्र नित्यत्वं तत्र हेतुः कार्यत्वम् इति यथा इति न वक्तव्यं न वक्तुं शक्यते इत्युक्ते अत्र नवद्रव्याणि ये सन्ति तेषु तत्र परमाणवः सन्ति तदनन्तरं पञ्च द्रव्याणि सन्ति तेषु अपि कार्यत्वं नास्ति इति कृत्वा अत्र न प्रदर्शयितुं शक्यते अतः व्यतिरेकव्यभिचारः अपि न सिद्धः. तर्हि शब्दः अनित्यः कारणात् यथा घटः इति अनुमानमपि समीचीनमेव. तर्हि इदानीं यः शब्दः नित्यः श्रावणत्वात् यथा वेदाः इति अनुमानं कर्तुम् इच्छति शब्दः नित्यः इति अनुमितिज्ञानं प्राप्तुम् इच्छति तं प्रति शब्दः अनित्यः इति अपि अनुमानज्ञानं जातं खलु तर्हि इदानीं तद् ज्ञानं शब्दः अनित्यः कारणत्वात् इति यथा घटः इति अनुमानेन शब्दः अनित्यः इति ज्ञानं यस्मिन् जातं तद् ज्ञानमेव प्रतिबन्धकं भवति खलु शब्दः अनित्यः इति अनुमितिं प्रति शब्दः एतत् ज्ञानमेव प्रतिबन्धकं भवति. अस्तु तर्हि इदानीं नूतनचिन्तनम् इति स्प्रेड्शीट् गच्छतु. तत्र D16 D फोर् डेल्लि ओके ओके दट् इस् नित्यत्ववत् शब्दः इति कोलम् तत्र प्रथमं तत्र किं कुर्मः अनित्यत्ववत् शब्दः इति प्रतिबन्धकज्ञानं खलु प्रतिबन्धकज्ञानम् इत्युक्ते अस्तु, तर्हि इदानीं किञ्चित् वदामि, तदनन्तरं भवती एव अग्रे वदतु। अस्तु, तर्हि शब्दः नित्यः श्रावणत्वात् यथा वेदाः इति अहम् अनुमानं कर्तुम् इच्छामि, तत्र किमपि क्लेशः मया न अनुभूतः, अतः अनुमानं सिद्धः। अतः अहं वदामि शब्दः नित्यः श्रावणत्वात्, शब्दः नित्यः इति मया निश्चितं, तद् निष्कासनीयं। तदर्थं कोऽपि आगत्य वदति शब्दः अनित्यः कार्यत्वात् यथा घटः, तर्हि तदपि परिशील्य इदानीं शब्दः अनित्यः इति अपि मया ज्ञातम्। तर्हि शब्दः अनित्यः इति ज्ञानं यस्मिन् अस्ति, तज्ज्ञानं शब्दः नित्यः इति ज्ञानं प्रति प्रतिबन्धकं भवति इति कृत्वा, अत्र प्रतिबन्धकज्ञानस्य आकारः कः इति चेत् अनित्यत्ववत् शब्दः इति, ज्ञानं प्रतिबन्धकमस्ति। अस्तु, तर्हि इदानीं वदतु भगिनि, तर्हि प्रतिबध्यज्ञानस्य आकारः कः? नित्यत्ववत् खलु, नित्यत्ववत् शब्दः इति। अस्तु, तर्हि इदानीं कुत्र गच्छेम? J16 तत्र गच्छतु। नित्यत्व परामर्शस्य आकारः प्रतिबन्धः ओके, प्रतिबन्धकप्रमात्मकनिश्चयात्मकज्ञानं प्रतिबन्धकज्ञानस्य आकारः, एतदेव परामर्शं खलु, नित्यत्व अभावव्याप्यकृतत्ववत् शब्दः। वदतु। एतत् प्रतिबन्धकपरामर्शकः अस्ति, नित्यत्व अभाव व्याप्यकृतकत्ववत् शब्दः इति, प्रतिबद्धज्ञाने नित्यत्व व्याप्य श्रावणत्ववत् शब्दः इति, समानविशेष्यं शब्दः इति समानविशेष्यं समानविशेषता अवच्छेदकं शब्दत्वं, प्रतिबद्धज्ञाने प्रकारः नित्यत्वं, प्रतिबन्धकज्ञाने प्रकारः नित्यत्व अभाव, किमर्थं व्याप्यकृतकत्वम् इति अपि वक्तव्यं महोदय? तत्र किञ्चित् परिष्कर्तव्यमस्ति मया। नित्यत्व अभावव्याप्यकृतकत्वम्, अत्र प्रतिबन्धकज्ञानस्य आकारः कः? नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः इति खलु, नित्यत्वव्याप्यश्रावणत्ववत् शब्दः इति, श्रावणत्ववत् इति प्रतिबद्धज्ञाने, सत्यं। तर्हि शब्दः उभयत्र, शब्दः इति समानविशेषं, शब्दत्वमिति समानविशेषता अवच्छेदकम्, उभयत्र प्रतिबद्धज्ञाने प्रकारः कः इति चेत् नित्यत्व नित्यत्वम् इति एव, नित्यत्वव्याप्य श्रावणत्वम्, नित्यत्व अभावव्याप्यकृतकत्वम्। वस्तुतः अत्रत्र अत्र व्याप्यकृतकत्वम् इति प्रायः न भवेत्, इत्युक्ते नित्यत्व अभावः तत्रैव प्रतिबन्धकः जातः खलु, नित्यत्वम् एकस्मिन् अस्ति, नित्यत्व अभावः, तत् कथं निरूपितम् इत्युक्ते श्रावणत्वं कृतकत्वम् इत्यनेन निरूपितम्, किन्तु भावाभावः कुत्र अस्ति इति चेत् नित्यत्वं नित्यत्व अभावः इत्यत्र। अस्तु, अग्रे वदतु। प्रतिबद्धज्ञाने प्रकारदावच्छेदकः नित्यत्वं, प्रतिबन्धकज्ञाने प्रकारदायाः प्रतियोगिता अवच्छेदकः नित्यत्वं, नित्यत्व अभावः इति प्रतिबद्ध प्रतिबन्धकज्ञाने प्रकारः, तस्य प्रतियोगी नित्यत्वं, तस्य अवच्छेदकः नित्यत्वम्। अस्तु, तर्हि तत्र मुद्रा का? तदा अभावव्याप्यवर्तां तद्वत् नित्यत्व अभावव्यापक व्याप्यकृतकत्व कृतकत्ववत्ता शब्दे इत्यतः तद् अभावव्याप्यवत्ता निश्चयमुद्रा निश्चयस्य अस्य सुगमा, तर्हि अत्र व्याप्य इति पदं प्राप्तं किमर्थम् इत्युक्ते नित्यत्वेन यद् व्याप्तमस्ति पृथकत्वं तद्वत्त्वं शब्दे अस्ति इति कृत्वा तत् प्रतिबन्धकं भवति नित्यत्वेन व्याप्यं यत् श्रावणत्वं यत् शब्दे अस्ति तस्य नित्यत्व अभावेन इत्युक्ते अनित्यत्वेन यद् व्याप्तं कृतकत्वं तद्वत्त्वं शब्दे अस्ति इति कृत्वा तदेव ज्ञानं प्रतिबन्धकं भवति तदेव मुद्रा भवति प्रतिबन्धकज्ञाने मुद्रा तदेव तर्हि तदभावव्याप्यवस्था निश्चयमुद्रा निश्चयस्य अस्य सुगमा तदनन्तरं हेतुभासलक्षणसमन्वयः नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः इति दोषः यत्पदेन सङ्गृह्य तत्त्वं नित्यत्व अभाव तत्त्वं नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः इति ज्ञाने नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः इति ज्ञाने किञ्चित् परिष्कर्तव्यं नित्यत्व अभावव्याप् व्यक्वत् कृतकत्व इति नास्ति नित्यत्व अभाव व्याप्यकृतकत्व इति अस्ति इति तस्य परामर्शप्रतिबन्धकत्वं तत्त्वं तस्मिन् पदार्थे नित्यत्व अभाव व्याप्यकृतकत्ववत् कृतकत्वशब्दे कृतकत्वं शब्दे इति नास्ति कृतकत्वशब्दे कृतकत्ववत् शब्दे शब्दे अस्ति इति दोषरूपहेतुभासलक्षणसमन्वयः अस्तु तर्हि इदानीं समूहालम्बनज्ञानं तत्रापि कृतक व्याप्यकृतकत्वम् इति एव वक्तव्यं समूहालम्बनज्ञानं नित्यत्व अभावव्याप्यकृतकत्वशब्दः श्रावणत्वं च तद् अवश्यम् इति समूहालम्बनं ज्ञानमादाय एकज्ञानविषयप्रकृतभेदता अवच्छेदकं यद् श्रावणत्वं तद्वत्त्वं श्रावणत्वहेतौ अस्ति इति तस्यापि दुष्टत्वम् अग्रे एकज्ञानविषयप्रकृतहेतुतावच्छेदकं एकज्ञानविषयप्रकृतहेतुता अवच्छेदकं श्रावणत्वं तद्वत्त्वं श्रावणत्वं श्रावणत्ववत्त्वं श्रावणत्वरूपहे रूपप्रकृतहेतौ अस्ति इति दोषवत्त्वात् श्रावणत्वं दुष्टं हेतुः श्रावणत्ववत्त्वं श्रावणत्वरूपप्रकृतिहेतौ अस्ति इति दोषवत्त्वात् श्रावणत्वं दुष्टं हेत्वाभासः अस्तु तर्हि इदानीम् अनुमानपरिशीलनक्रमः इत्यत्र नूतनसोपानम् अस्माभिः योजनीयमस्ति इदानीं तत् करोमि तर्हि सत्प्रतिपक्षः अस्ति किम् इति प्रष्टव्यम् इत्युक्ते अत्र पश्यन्तु शब्दः नित्यः श्रावणत्वात् यथा वेदाः इत्यत्र अप् टु 8.3 यावत् तत्र क्लेशः न अनुभूतः तर्हि तदनन्तरम् इदानीं सत्प्रतिपक्षः अस्ति वा इति चिन्तनीयम् आम् चेत् अनुमितिः न जायते अनुमितिः न जायते इति वक्तव्यं सत्प्रतिपक्षः अस्ति किम् आम् चेत् अनुमितिः न जायते तर्हि अत्र अनुमितिस्थले क्लेशः अस्ति. तर्हि अस्मिन् सोपाने एव तावत्पर्यन्तम् 8.3 यावत् लब्धं, तदनन्तरं सत्प्रतिपक्षः अस्ति किम् इति चिन्त्य, सत्प्रतिपक्षः अस्ति चेत् तदा अनुमितिः न जायते इति वक्तव्यम्. अस्तु, तदनन्तरं तद् अन्यत् सर्वम् अत्र योजयिष्यामि. तर्हि इदानीं रमेश महोदय, भवान् किं करोतु, अत्र ह्रदः वन्यमान् धूमात्, ह्रदः वन्य भवान् जलात् इत्यत्र प्रतिबन्धकज्ञानं, तस्मिन् विषये किञ्चित् चिन्तयति वा? आम् महोदय. J15 आरभ्य यथा J16 तथा वदतु. एकः प्रश्नः आसीत् महोदय, नित्यत्व अभाव व्याप्य कृतकत्वशब्दः इति ज्ञानं भवति वा, नित्यत्व अभावशब्दः इति ज्ञानं भवति वा इति, तदेव बाधः. इत्युक्ते शब्दः अनित्यः इति अनुमितिज्ञानं, हा इति अनुमितिज्ञानं, नित्य हा शब्दः अनित्यः इति अनुमितिज्ञानं, तदेव बाधकः भवति खलु. न, अत्र कृतकत्वं, यत् कृतकत्वं नित्यत्व अभावेन व्याप्यमस्ति, सद्वत्वं शब्दे अस्ति इति कृत्वा शब्दः नित्यः भवितुम् अर्हति इति. अत्र कृतकत्वम् इति हेतोः आवश्यकता अस्ति किञ्चित्. इत्युक्ते एतावत्पर्यन्तं यद् अस्माभिः चिन्तितं, तत्र अनुमितिस्तरे ज्ञानं भवति चेत् तदनन्तरं परामर्शः जायते वा इति चिन्तनीयं, तदा एव हेतोः विषये चिन्तनीयं. किन्तु अस्मिन् उदाहरणे किं जातं, सत्प्रतिपक्षस्थले किं जातम् इति चेत्, अनुमितिः जायते एव, किन्तु इदानीं सत्प्रतिपक्षः वदति चेत्, इत्युक्ते शब्दः नित्यः श्रावणत्वात् इति अनुमितिं यः कर्तुम् इच्छति, तत्र शब्दः अनित्यः कार्यत्वात् इति यदि अहं वदामि यथा घटः, तत् परिशील्य सः चिन्तयति इदानीम् अत्र शब्दः नित्यः इति अपि अनुमितिः भवति, शब्दः अनित्यः इति अपि अनुमितिः भवति, उभयमपि नित्यत्वम् अनित्यत्वम् उभयमपि एकस्मिन् शब्देन भवति. नित्यत्वस्य अनित्यत्वस्य व्याप्यवृत्तित्वात् तदपि वक्तव्यम्, अव्याप्यवृत्तिः व्याप्यवृत्तिः इति अपि वस्तुतः चिन्तनीयम्. इत्युक्ते तादृशपदार्थः नास्ति यत्र एकः भागः अनित्यः अस्ति अन्यः भागः नित्यः अस्ति, तादृशपदार्थः नास्ति. नित्यत्वम् इति व्याप्यवृत्तिः, यथा रूपम्, अत्र नीलरूपः घटे उपरि नीलरूपः अस्ति, अधोभागे रक्तवर्णः अस्ति इति चेत् नीलरूपे अव्याप्यवृत्तित्वमेव अस्ति, व्याप्यवृत्तित्वं नास्ति. तदपि अस्माभिः चिन्तितं खलु, प्राचीनमतानुसारं रूपं व्याप्यवृत्तिः इति स्वीकृत्य यदा एकस्मिन् घटे एकोपि एकमपि अधिकं रूपमस्ति चेत् तदा चित्ररूपम् इति एव ते वदन्ति. इत्युक्ते तत्र उपरि नीलरूपमस्ति अधः रक्तरूपमस्ति चेत् घटस्य रूपं किम् इति चेत् चित्ररूपम् इति नूतनरूपं तत्र जायते. यस्य असमवायीकारणं नीलरूपं रक्तरूपम् इति प्राचीनाः वदन्ति, किन्तु नव्याः किं वदन्ति, अत्र चित्ररूपम् इति न वक्तव्यम्. एकस्मिन् घटे तर्हि रूपम् अव्याप्यवृत्तिः इति स्वीकुर्मश्चेत् तदा उपरि नीलरूपम् अधः रक्तरूपं भवितुम् अर्हति, क्लेशः नास्ति इति. तर्हि इदानीं नित्यत्वम् इति धर्मः व्याप्यवृत्तिः वा अव्याप्यवृत्तिः वा इति विचिन्त्य, नित्यत्वम् इति व्याप्यवृत्तिः एव भवेत्. तादृशपदार्थः नास्ति यत्र एकस्मिन् भागे नित्यत्वमस्ति अन्यस्मिन् भागे अनित्यत्वमस्ति इति न भवति. इति कृत्वा यस्मिन् मनसि शब्दः अनित्यः कार्यत्वात् इति अनुमानज्ञानम्, इत्युक्ते शब्दः अनित्यः कार्यत्वात् इति हेतुना घटः इति उदाहरणेन शब्दः अनित्यः इति अनुमितिज्ञानं जायते तस्मिन् तदेव ज्ञानं प्रतिबन्धकं भवति किन्तु केवलम् अनित्यत्व अनित्यत्ववत् शब्दः इति ज्ञानम् अस्ति चेत् तज्ज्ञानं कथं जातम् इति चेत् तत्र कृतकत्वम् अनित्यत्वव्याप्य नित्यत्व अभावव्याप्य कृतकत्ववत् शब्दः इति वस्तुतः ज्ञानं यस्मिन् अस्ति तदेव ज्ञानं प्रतिबन्धकं भवति नित्यत्वव्याप्य श्रावणत्ववत् शब्दः इति अनु इति ज्ञानं प्रति इति कृत्वा तादृशमत्र उक्तम् तत्र प्रकारता अवच्छेदकः किं भवति तर्हि नित्यत्वमेव नित्यत्वमेव अवच्छेदकः भवति वा इत्युक्ते भावाभावप्रकारः वक्तव्यं खलु अत्र नित्यत्व प्रतिबन्धकज्ञाने नित्यत्व अभावः प्रतिबध्यज्ञाने नित्यत्वम् यद्यपि नित्यत्वव्याप्य श्रावणत्ववत् शब्दः इति अस्ति नित्यत्व अभावव्याप्य कृतकत्ववत् शब्दः इति ज्ञानमस्ति यस्मिन् ज्ञाने शब्दः इति पदार्थः अस्ति कृतकत्वम् इति पदार्थः अस्ति तयोः मध्ये सम्बन्धः इति विषयः अस्ति तदनन्तरं व्याप्यं व्याप्तिः अपि विषयः अस्ति इति सर्वत्र अस्ति किन्तु भावाभावः कुत्र अस्ति इति चेत् नित्यत्वम् अपि च नित्यत्वाभावः तत्रैव भावाभावः अस्ति इति कृत्वा प्रतिबन्धकज्ञाने प्रकारः कः इति चेत् नित्यत्व अभावः इति एव स्वीकर्तव्यम् प्रतिबध्यज्ञाने प्रकारः कः इति चेत् नित्यत्वम् इति स्वीकर्तव्यम् उभयोः भावाभावयोः अवच्छेदकः नित्यत्वत्वम् इति भवति अस्तु अत्र वदतु इदानीं प्रकृत उदाहरणं सदः वन्यवान् धूमान् इति वदति चेत् भवतः बोधः इतोपि जायते हा महोदय सत् प्रतिपक्ष 15 जे 15 वद महोदय सत्यं तत्र जे 15 वक्तव्यं भवता तर्हि हृदः वन्यमान् धूमात् जलात् हृदः वन्यभाववान् जलात् वन् नित्यत्व वन्नि अभाव व्याप्य जलवान् वन्य अभाव व्याप्य जलवान् हृदः वह्नि अभाव व्याप्य हृदवद् जलवद् हृदः जलवद् हृदः जलवद् हृदः खलु प्रतिबन्धकज्ञानं हा तर्हि प्रतिबध्यज्ञानकारः कः वह्नि वह्नि व्याप्य धूमवत् धूमवत् हृदः वह्निः व्याप्य धूमवत् धूमवत् उत्तमम् धूमवद् हृदः सत्यम् अस्तु अग्रे इदानीं समानविशेष्यं किम् हृदः एव समानविशेष्यमस्ति समानविशेषता अवच्छेदकः हृदत्वम् अस्ति अस्तु प्रतिबन्धज्ञाने प्रकारः कः प्रतिबन्धज्ञाने प्रकारः वह्नि अभावः प्रतिबध्यज्ञाने वह्नि वह्नि अभावः न वह्निः एव प्रतिबध्यप्रकारः अस्ति सत्यम् तर्हि तत् वह्नित्वम् एव अवच्छेदकः भवति उत्तमम् उभयत्र खलु उभयत्र तदेव अवच्छेदकं भवति तद्वत् वह्नि प्रति तद् अभाववत् तद्वत् वह्नि अभाव व्याप्य वत्त वह्नि अभाव व्याप्य जलवत्ता जलवत्ता हृदे इत्यतः तद् अभाववत् तत् अभावव्याप्यवत्ता निश्चयमुद्रया निश्चयस्य सुगम तर्हि अत्र नित्यत्वाभावव्याप्यकृतकत्ववत् शब्दः इति दोषः एवं वह्नि अभावव्याप्य वह्नि अभावव्याप्य जलवत् ह्रदः खलु वह्नि अभावव्याप्य जलवत् ह्रदः महोदय तत्र एस् कालम् एस् मध्ये वत्ता भवेत् खलु तत् जलात् प्रथमशब्दः यत् अस्ति वह्नि अभाव एकनिमिषं वह्नि अभावव्याप्य जलवत्ता जलवत् ह्रदः इति दोषः अस्तु अत्र परिशीलय परिवर्तय जलवत्ता सत्यम् परिवर्तितम् वह्नि अभावव्याप्य व्याप्य जलवत् ह्रदः इति दोषः हा तदेव दोषः यत्पनेन सङ्गृह्य वह्नि अभाववत् अभाव वह्नि अभावव्याप्य जलवत् ह्रदः इति दोषः यत्पदेन सङ्गृह्य तत् त्वं वह्नि अभावव्याप्य जलवत् ह्रदः इति ज्ञाने अस्ति इति तस्य परामर्शप्रतिबन्धकत्वं तर्हि अत्र परामर्शस्य प्रतिबन्धकत्वं वा अनुमितेः प्रतिबन्धकत्वं वा पुस्तके परामर्शस्य प्रतिबन्धकत्वम् इत्येव लिखितं खलु इत्युक्ते यस्मिन् मनसि वह्नि अभावत् वह्नि अभावव्याप्य जलवत् ह्रदः तत्र गलवत् इति मया जलवत् वह्नि अभावव्याप्य जलवत् ह्रदः इति ज्ञानं यस्मिन् अस्ति तस्मिन् वह्निव्याप्य वह्निव्याप्य धूमवत् ह्रदः इति ज्ञानं न जायते इति कृत्वा परामर्शप्रतिबन्धकं भवति खलु तत् न बुद्धं महोदय किमर्थं परामर्शस्य प्रतिबन्धकं भवति न अनुमानस्य अत्र जलवत् इति अपि अस्ति खलु अत्र हेतोः विषये अपि चिन्तनं हेतोः चिन्तनं भवति चेत् परामर्शस्थले एव हेतुः अस्ति वह्निव्याप्य धूमवानयं पर्वतः इति परामर्शस्य ज्ञानस्य आकारः न परन्तु यत् प्रतिबद्ध्य ज्ञानम् अस्ति तत्र हेतोः चिन्तनम् एव न अस्ति खलु प्रतिबन्धकज्ञानस् ज्ञाने हेतोः चिन्तनम् अस्ति परन्तु प्रतिबद्ध्य ज्ञाने परिवर्तितं खलु वह्नि अभावव्याप्य जलवत् ह्रदः इति प्रतिबन्धकज्ञानं हा तत्र तत्र अस्ति खलु हेतुः अस्ति खलु तस्मिन् ज्ञाने हा परन्तु यद् अनुमानम् अस्ति तस्य निष्कासनार्थं हेतोः आवश्यकं नास्ति खलु अस्ति अत्र प्रतिबन्धकज्ञानस्य आकारः कः प्रतिबन्धकज्ञानस्य आकारं दृष्ट्वा अनुमितिस्थले प्रतिबन्धकं भवति वा अनुमितेः प्रतिबन्धकं भवति वा परामर्शस्य प्रतिबन्धकं भवति वा इति ज्ञातुं शक्यते यदि प्रतिबन्धकज्ञाने हेतुः नास्ति केवलं साध्यम् अपि च पक्षः अस्ति तदा अनुमितेः प्रतिबन्धकं भवति वह्नि अभावव्याप्य जलवद्ह्रदः इति अस्ति तत्र हेतुः अपि अस्ति इति कृत्वा परामर्शस्य एव अत्र अत्र प्रतिबन्धकः भवति परामर्शः न जायते यस्मिन् वह्नि अभावव्याप्य जलवद्ह्रदः इति ज्ञानमस्ति तस्मिन् वह्निव्याप्य धूमवद्ह्रदः इति ज्ञानं न जायते उद्यते किम्? पूर्णतया नाम वह्निव्याप्य जलवधः तद् अभूतं, परन्तु मम क्लेशः कुत्र अस्ति चेत् यत् प्रतिबद्धज्ञानमस्ति तत्र एव क्लेशः अस्ति. तत्र वह्नि वह्निमान् हृदः वह्निमान् हृदः इति एव ज्ञानस्य किमपि हेतु भवेत् तत्र बाधकः भवति वा इति प्रश्नः. आमाम्, इत्युक्ते प्रतिबन्धकज्ञानं यदि वह्निः अभावव्याप्य जलवत् हृदः इति प्रतिबन्धकज्ञानम् अस्ति चेत् तत् प्रतिबन्धकज्ञानं किं प्रतिबध्नाति इति चेत् वह्निव्याप्य धूमवत् हृदः इति परामर्शज्ञानं प्रतिबध्नाति. वह्निव्याप्य जलवत् हृदः इति ज्ञानं यस्मिन् मनसि जायते तस्मिन् आत्मनि मनसि वह्निव्याप्य धूमवत् हृदः इति परामर्शः न जायते. अतः हृदः वह्निमान् इति अनुमितिः न जायते इति अग्रिमसोपानं. वह्निः अभावव्याप्य जलवत् हृदः इति ज्ञानं यस्मिन् अस्ति तस्मिन् साक्षात् वह्निमान् ग्रतः इति ज्ञानं न जायते इति वक्तव्यम्. अत्र परामर्शस्य प्रतिबन्धकः अस्ति उभयत्र. परामर्शज्ञानं कस्य प्रतिबन्धः प्रतिपादनं करोति इति चेत् अनुमितेः प्रतिपादनं न करोति, प्रतिबन्धनं न करोति, परामर्शस्य एव प्रतिबन्धक प्रतिबन्धनं करोति. तदनन्तरं तद्रीत्या तत्र अनुमानमपि जायते इति वस्तुस्थितिः तदेव. अस्तु, चिन्तयतु महोदय, अग्रे. इदानीं समूहालम्बनज्ञानं. एक समूहालम्बनं ज्ञानं तत्र वह्नि अभाववत् वह्नि अभावव्याप्य जलवत् हृदः अपि च धूमः. हा, उत्तमम्. इति समूहालम्बनज्ञानम्. अस्तु, मया स्थापितम्. वह्न्यभावव्याप्य जलवत् हृदः धूमः च इति समूहालम्बनं ज्ञानम् आदाय एकज्ञानविषयप्रकृतहेतुतावच्छेदकं यत् धूमवत् धूमत्वं तद्वत्त्वं धूमहेतौ अस्ति इति तस्य दृष्टत्वम्. धूमत्ववत्त्वं धूमत्व एकज्ञानविषयप्रकृतहेतुतावच्छेदकत्वं धूमत्वं तद्वत्त्वं धूमत्ववत्त्वं धूमत्वरूपप्रकृतहेतौ धूमरूपप्रकृतहेतौ अस्ति इति दोषत्वात् धूमः दुष्टहेतुः. महोदय, तदपि परे तत्र श्रवणत्वम् इति लिखितमस्ति. धूमः हेतोभासः. अस्तु अस्तु, धूमः दुष्टं हेतोभासः, दुष्टं हेतोभासः. उत्तमं, धूमः दुष्टः हेतोभासः, पुल्लिङ्गे भवेत्. अस्तु, इति अस्ति. तर्हि ह्रदः वन्यमान् धूमात् यथा इत्यत्र उदाहरणम् अस्माभिः उक्तं किं न उक्तं खलु ह्रदः वन्यभाववान् जलात् यथा समुद्रः ह्रदः वन्यमान् धूमात् यथा इत्यत्र वस्तुतः उदाहरणमेव न उक्तम् तत्रैव क्लेशः अस्ति शब्दः नित्यः श्रावणत्वात् यथा वेदाः शब्दः अनित्यः कार्यत्वात् यथा घटः अस्तु तर्हि अनुमानपरिशीलनक्रमे अत्र सत्प्रतिपक्षः अस्ति किम् आं चेत् परामर्शः न जायते इति लेखनीयम् परामर्शः न जायते अस्तु अहं पूरयिष्यामि अनन्तरम् तर्हि एकस्मिन् सोपाने भ्रमात्मकज्ञानमस्ति चेत् तत्र पक्षधर्मतायां नो चेत् उदाहरणे नो चेत् व्यतिरेकव्याप्त व्यतिरेकव्यभिचारे यत्र कुत्रापि भ्रमात्मकं ज्ञानं न जायते किन्तु यः अनुमानं करोति तेन एतद् ज्ञानं भ्रमात्मकम् इति न ज्ञातं चेत् तदा सत्प्रतिपक्षः आनेतव्यः अत्र भवतु पश्यतु शब्दः अनित्यः कार्यत्वात् इति परिशीलयतु सः परिशील्य आं शब्दः अनित्यः इति अवगच्छति तर्हि अनित्यत्वव्याप्यकार्यत्ववत् शब्दः इति ज्ञानं यस्मिन् अस्ति तस्मिन् श्रावणत्व नित्यत्वव्याप्यश्रावणत्ववत् शब्दः इति ज्ञानं न जायते परामर्शज्ञानं न जायते इति कृत्वा सः अवगच्छति शब्दः नित्यः इति अनुमानं यद्मया कृतं तद्दोषाय इति सः अवगच्छति इति आगतम् अस्तु इतोपि किमस्ति इतोपि तत्र उदाहरणद्वयमस्ति पर्वतः वन्यमान् जलात् विरोधः इति चिन्तनीयमस्ति तदनन्तरं शब्दः नित्यः कृतकत्वात् इति अन्यदपि अनुमानमस्ति अपि च अत्र वेदान्ते केचन उदाहरणानि कानिचन उदाहरणानि मया स्वीकृतानि सन्ति तदपि परिशीलयामः किञ्चित् समीचीनचिन्तनं जायमानमस्ति इति अहं चिन्तयामि इत्युक्ते अत्र सर्वेषां बोधः जायते कथम् अत्र चिन्तनीयं प्रतिबन्धकं प्रतिबन्धकत्वं कुत्र अस्ति कीदृशज्ञाने अस्ति इति अस्तु अत्र स्थगेम किञ्चित् समयः अस्ति किन्तु अग्रिमे वर्गे उदाहरणद्वयं विचिन्त्य तदनन्तरं समापनं कुर्मः अस्तु प्रश्नाः सन्ति किम् न महोदय समीचीनतया सर्वम् अवगम्यते एतादृश स्प्रेड्शीट् हा इत्यस्य आधारेण हा इत्युक्ते यथा अस्माभिः पाठः पठितः तत्र मयापि मयि अपि तावत् अवगमनं नास्ति किन्तु अत्र उदाहरणं दातव्यं वा अत्र कार्यत्वं केन ज्ञायते नित्यत्वं केन ज्ञायते तत्र व्याप्यवृत्तिः अस्ति वा अव्याप्यवृत्तिः अस्ति वा इति तादृशचिन्तनमपि करणीयं वस्तुतः तदेव बुध्यते भवतु अस्तु अत्र सगेम सर्वेभ्यो नमस्कारः धन्यवादः